त्रयोदशखण्डः। अतः एनम् आहवनीयानुशशास प्राण आकाशोद्यौर्विद्युदितेयेष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एव अहमस्मीति स एतमेवं विद्वानुपास्ते अभाते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्य अवरपुरुषा क्षीयन्ता उप वयं तं गुञ्जामस्मिंश्च लोके अमुष्मिगंश्च य एतमेवं विद्वानुपास्ते। अतः एनम् आहवनीय अनुशशास प्राण आकाशोद्यौर्विद्युदिति ममापि एतः चतस्रः तनवः य एष विद्युतिपुरुषो दृश्यते सोऽहमस्मि इत्यादि पूर्व तु सामान्यात् द्वाकाशयोः स्वाश्रयत्व विद्युदाहवनीयोः भोग्यत्वेनैव सम्बन्धः समानमन्यत् इति त्रयोदशखण्डभाष्यं। चतुर्दशखण्डः तेह उचुपकौशल एषा सौम्या ते अस्मद्विद्या आत्मविद्या च आचार्यस्तु ते गतिं वक्ता इति आजगामः अस्य आचार्यः तम् आचार्यः अभ्युवाद उपकौशल इति। ते पुनः सम्भूय उचु उपकौशल एषा सौम्य ते तव अस्मद्विद्या अग्निविद्या इत्यर्थः। आत्मविद्या पूर्वोक्त प्राणो ब्रह्म खं ब्रह्म खं ब्रह्मेति च आचार्यस्ते गतिं वक्त विद्याफलप्राप्ति इत्युक्त्वा उपरेमुः अग्नेः आजगामः अस्य आचार्यः कालेन तं च शिष्यम् आचार्य अभ्युवाद उपकौशला इति। भगविधिः प्रशिष्टाव ब्रह्मविधयो संहिते मुखं भाति को नुत्वा अनुशशासेति को नु मा अनुशिष्याद्भो इति इह आप इव निन्नुत ईमे नूनम् ईदृश अन्यादृश इति इह अग्निनभ्युदे किं नु सौम्य किल ते अवोचन्निते इदमितिह प्रतिजज्ञे लोकान्वाव किल सौम्यते अवोचन् अहं तु ते तद्वक्ष्यामि यथा पुष्करप्रलाशापो न श्लिष्यन्तम् एवम् एवं विधि पापं कर्म न श्लिष्यते इति ब्रवीत् मे भगवान् इति तस्मै उवाच। भगवतिः प्रतिशिष्ट ब्रह्मविद इव सौम्यते मुखं प्रसन्नं भाति को नुत्वा अनुशिष्यास इत्युक्तः प्रत्ययः को नु मा अनुशिष्यत् अनुशासनं कुर्यात् भो भगवन् त्वयि प्रोचते इति इह अप इव निह्नुते अपनिह्नुत इव इति विवहितेन सम्बन्धः न च अपनिह्नुते न च यथावद् अग्निभिः उक्तं ब्रवीति इत्यभिप्राये कथम् इमे अग्नयः मया परिचरिताः उक्तवन्तः नूनं यतः त्वां दृष्ट्वा वेपमाना इव ईदृशा दृश्यन्ते पूर्वम् अन्यादृशाः सन्तः इति इह अग्निन् अभ्युदे अभ्युक्तवान् काक्व अग्निं दर्शयन् किं न सौम्य किल ते तुभ्यम् अवोचन् अग्नयः इति पृष्टः इत्येवम् इदम् उक्तवन्तः इत्येवम् अह प्रतिजज्ञे प्रतिज्ञातवान् प्रतीकमात्रं किञ्चित् न सर्वं यथोक्तम् अग्निभिः उक्तम् अवोचत् यतः आचार्यः लोकान् मम पृथिव्यादीन् ये सौम्य किल ते अवोचन् न ब्रह्मसाकल्येन अहं तु ते तुभ्यं तद्ब्रह्म यदिच्छसि त्वं श्रोतं वक्ष्यामि शृणु तस्य मया उच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्यं यथा पुष्करपलाशे पद्मपत्रे आपो न श्लिष्यन्ते एवं यथा वक्ष्यामि ब्रह्म एवं विधि पापं कर्म न श्लिष्यते न सम्बध्यते इति एवम् उक्तवती आचार्याः उपकौशलः ब्रवीतु मे भगवान् तस्मै ह उवाच आचार्यः इति चतुर्दशखण्डभाष्यम्। पञ्चदशखण्डः येषौ क्षिणी पुरुषो दृश्यत एष आत्मेति उवाच एतदमतम् अभयम् एतद्ब्रह्मेति तद्यद्यपि अस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति य एषु अक्षिणीपुरुषः दृश्यते निवृत्तचक्षुर्भिः ब्रह्मचर्यादिसाधनसम्पन्नैः शान्तैः विवेकिभिः दृष्टैः द्रष्टा चक्षुषश्चक्षुः इत्यादि श्रुत्यन्तरात् ननु अग्निभिः उक्तं विदथं यतः आचार्यस्तु ते गतिं वक्त इति गतिमात्रस्य वक्त इति अवोचन् भविष्यद्विषये अपरिज्ञानं च अग्निना नैष दोषः सुखाकाशस्यैव अक्षिणि दृश्यते इति द्रष्टुः अनुवादः एष आत्मा प्राणिनामिति ह उवाच एवम् उक्तवान् एतद् यदेव आत्मत्वम् अवोचन एतदमृतम् अमरणधर्मी अविनाशी अत एव अभयं यस्य हि विनाशाशङ्क तस्य भयोत्पत्तिः तदभावात् अभयम्। अत एव एतद् ब्रह्म बृहत् अनन्तमिति। किञ्च अस्य ब्रह्मणो अक्षिपुरुषस्य माहात्म्यं तत्तत्र पुरुषस्य स्थाने अक्षिणी यद्यपि अस्मिन् सर्पिर्बोधकं वा सिञ्चति वर्त्मनि एव गच्छति पक्ष्मावेव गच्छति न चक्षुषा सम्बध्यते पद्मपत्रेणैव उदकम्। स्थानस्यापि एतन्माहात्म्यं किं पुनः स्थानिनो अक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यम् इत्यभिप्रायः। एतकं संयद्वाम इत्याचक्षत एतकं हि सर्वाणि वामानि अभिसंयन्ति सर्वाणि एनं वामानि अभिसंयन्ति एवं वेद। एतं यथोक्तं पुरुषं संयद्वाम इत्याचक्षते कस्मात् यस्मादेतं सर्वाणि वामानि वननीयानि संभजनीयानि शोभनानि अभिसंयन्ति अभिसङ्गच्छन्ति इत्यतः संयद्वाम तथा एवं विधं एनं सर्वाणि वामानि अभिसंयन्ति एवं वेद। एष भूयेव वामने एष हि सर्वाणि वामान्नैति सर्वाणि वामान्नैति एयं वेद। एष भूयेव वामनीः यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति च आत्मधर्मत्वेन। विदुषः पदं सर्वाणि वामानि नयति एवं वेद। एष भूयेव वामनीः एष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद। एषु एव भामनीः एष हि यस्मात् सर्वेषु लोकेषु आदित्यचन्द्राग्न्यादिरूपैः भाति दीप्यते तस्य भाषा सर्वमिदं विभाति इति श्रुते। अतो भामानि नयतीति भामनीः य एवं वेद असमपि सर्वेषु लोकेषु भाति। अथ यदु च एवम् अस्मिन् शव्यं कुर्वन्ति यदि च न अक्षमेव विसम्भन्ति अर्चिशोः न आपूर्यमाणपक्षम् आपूर्यमाणपक्षाद् यान् षडुदङ्गीति मासाङ्गुस्तान् मासेभ्यः संवत्सरं संसरादादित्यम् आदित्य चन्द्रमसं चन्द्रमसा विद्युतं तत्पुरुषो मानवः स एनां ब्रह्मणमिति एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमानम् इमं मानवम् आवर्तन् आवर्तन्ते नावर्तन्ते। अथ इदानीं यथोक्तब्रह्मविदः गतिः उच्यते यत् यदि ऊच एव अस्मिन् एवं विधि शव्यं शवकर्म मृते कुर्वन्ति यदि च न कुर्वन्ति ऋत्विजः सर्वथापि एवं वि तेन शवकर्मण अकृतेनापि प्रतिबद्धो न ब्रह्म न प्राप्नोति न च कृतेन शवकर्मण अस्य कश्चन अभ्यधिको लोकः न कर्मणा वर्धते नौकनीयान् इति श्रुत्यन्तरे। शवकर्मणि अनादरं दर्शयन् विद्यां स्तौति न पुनः शवकर्म एवं विधः न कर्तव्यमिति। अक्रियमाणे हि शवकर्मणि कर्मणां फलारम्भे प्रतिबन्धः कश्चित् अनुमीयते अन्यत्र यतः इह विद्याफलारम्भकाले शवकर्म स्याद्वा न वा इति विद्यावतः अप्रतिबन्धेन फलारम्भं दर्शयति। ये सुखाकाशम् अक्षिस्थं संयद्वाम वामनीः भामनीः इत्येवं गुणम् उपासते प्राणसहिताम् अग्निविद्यां च तेषाम् अन्यत्कर्म भवतो मा वा भूत् सर्वथापि ते अर्चिषमेव अभिसम्भवन्ति अर्चिरभिमानिनीं देवताम् अभिसम्भवन्ति प्रतिपद्यन्ते इत्यर्थः। अर्चिषः अर्चिर्देवतायाः अहरभिमानिनीं देवताम् अन्नः आपूर्यमाणपक्षं शुक्लपक्षदेवताम् आपूर्यमाणपक्षात् यां षण्मासाम् उदङ् उत्तरां दिशं येति सवित तान् मासान् उत्तरायणदेवतां तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवतां ततः संवत्सरात् आदित्यम् आदित्यचन्द्रमसं चन्द्रमसविद्युतं तत् तत्रस्थान् तान् पुरुषः कश्चित् ब्रह्मलोकादेत्य अमानवः मानव्यां सृष्टो भवः मानवः न मानवः अमानवः स पुरुषः येन ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्य सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः। ब्रह्म यन् ब्रह्माप्येति तत्र वक्तुं न्याये सर्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यते न च अदृष्टो मार्गो अगमनाय उपतिष्ठते स एनम् अविदितो न भुनत्ति इति श्रुत्यन्तर। एष देवपतः देवैः अर्चिरादिभिः गामयितृत्वेन अधिकृतैः उपलक्षितः पन्थ देवपद उच्यते। ब्रह्म गन्तव्यं तेन च उपलक्षितः इति ब्रह्मपदः। एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्म इमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणम् आवर्तं नावर्तन्ते आवर्तन्ते अस्मिन् जननमरणप्रबन्धचक्रारूढः घटीयन्त्रवतो पुनः पुनः इति आवर्तः तं न प्रतिपद्यन्ते नावर्तन्ते इति द्विरुक्तिः सफलाय विद्यायाः परिसमाप्तिप्रदर्शनात् इति पञ्चदशखण्डभाष्यं षोडशखण्डः रहस्यप्रकरणे प्रसङ्ग आरण्यकत्वसामान्याच्च यज्ञे क्षत उत्पन्ने व्याहृतयः प्रायश्चित्तार्थः विधातव्यः तदभिज्ञस्य च ऋत्विजो ब्रह्मणो मौनम् इत्यतः इदम् आरभ्यते एषः वै यज्ञो योऽयं भवतः एषः यन्निदकं सर्वं पुनाति यदेश यन्निदकं सर्वं पुनाति तस्मादेशैः वयं यज्ञः तस्य मनश्च वाक्च वर्तने एष वै एष वायुः योऽयं भवति अयं यज्ञः ह वै इति प्रसिद्ध अर्थावद्योतकौ निपातौ वायुप्रतिष्ठो हि यज्ञः प्रसिद्धः श्रुतिषु स्वाहा वातेधाः अयं वै यज्ञो योऽयं भवते इत्यादि श्रुतिभ्यः वात एव हि चलनात्मकत्वात् क्रियासमवायी वात एव यज्ञस्य आरम्भको वातप्रतिष्ठा इति च श्रवणात् एषः यन् गच्छन् चलन् इदं सर्वं जगत् पुनाति पावयति शोधयति न हि अचलतः शुद्धिरस्ति दोषनिरसनं चलतो हि दृष्टं न स्थिरस्य यत् यस्मात् च यन् एष इदं सर्वं पुनाति तस्मादेष एव यज्ञः यत् पुनाति इति तस्यस्य इयं विशिष्टस्य यज्ञस्य वाक्च मन्त्रोच्चारणे व्यापृतः मनश्च यथाभूतार्थज्ञाने व्यापृतं ते एते वाङ्मनसे वर्तनी मार्गौ याभ्यां यज्ञः तायमानः प्रवर्तते ते वर्तने प्राणापानपरिचलनवत्या हि वाचः चित्तस्य च उत्तरोत्तरक्रमो यदिज्ञः इति हि सत्यन्तरम् अतो वाङ्मनसाभ्यां यज्ञो वर्तते इति वाङ्मनसे वर्तनी उच्येते यज्ञस्य